गतरविवासरे तुदादिगणे इति विषये अस्माकम् इकारान्तः उकारान्तधातवः तेषां विषये अङ्गनिर्माणं कथं भवति इति अस्माभिः पठितं। तत्र मुख्यसूत्रम् अस्ति आसीत् अचिष्णु धातु भ्रुवां युवोर् यङ् उवङ्गौ। तत्र अस्माभिः पठितं यत् यदा इकारान्त उकारान्तः धातुः अस्ति तदनन्तरं यदि अच् अजादिप्रत्ययः अस्ति कित्नित् अजादिप्रत्ययः अस्ति तर्हि इ स्थाने इयङ् उ स्थाने उवङ् भवति। नाम सामान्यतमं सूत्रमस्ति इको यणचि, तत्तु सन्धिकार्यं वर्णकार्यं। तदनन्तरं मुख्यसूत्रमस्ति यत् सार्वधातुक आर्धातुकयोः, नाम यत्र गुणस्य प्रसक्तिः गुणस्य कार्यं भवितुं शक्नोति तत्र गुणः भवेत् इति, गुणः करणीयः इति। परन्तु यदि प्रत्ययः कित्वित् अस्ति यत्र गुणः न भवितुं शक्नोति तर्हि तत्र किमस्ति, तत्र अचिष्णु धातुर्वां युवोर् यङ् उवङ्गौ इति सूत्रस्य कार्यं भवति। अतः सुदादिगणे विकरणप्रत्ययः नित्वत् अस्ति अतः तत्र गुणकार्यं न भवति, अतः अचिष्णु धातुर्वां युवोर् यङ् उवङ्गौ इति सूत्रेण कार्यं भवति। इकारस्य स्थाने इयङ्, उकारस्य स्थाने उवङ् भवति इति अस्माभिः पठितम्। इदानीं ह्रस्वरिकारान्त दीर्घरिकारान्त धातूनां कृते कार्यं कथं भवति इति वयं द्रक्ष्यामः। अस्तु तर्हि विजया महोदय महोदय पठतु। ह्रस्वरिकारान्त कुत्र अस्ति कृपया वदतु। अत्र सी बिन्दु ऋकारान्त धातवः। अस्तु महोदय, सुदादिगणे चत्वारः ऋकारान्तदातवः सन्ति मृङ्ग् पृङ्ग् दृङ्ग् दृङ्ग् च। इमे सर्वे ञितः, अतः अनुदात् ञितः आत्मनेपदम् इत्यनेन आत्मनेपदिनः। तुदादिगणे शपं प्रपाद्य विकरणप्रत्ययः आयाति इति ज्ञातम्। तस्मात् कारणात् अत्र रिङ् शयङ् लिङ्क्षु इति सूत्रं कार्यं करोति। अनेन ऋकारान्तधातूनां रिङ् आदेशः भवति श प्रत्यये परे। क्रमेण इदं कार्यम् अवलोकयेम। तुदादिगणीयः मृङ् प्राणत्यागे इति धातुः। तर्हि इदानीं नूतनसूत्रमस्ति रिङ् शयङ् लिङ्क्षु, तस्य अत्र कार्यं भवति। तत् सूत्रं किं वदति इति अग्रे पश्यामः। अस्तु तर्हि वदतु महोदय अग्रे। प्रथमबिन्दुः, अयं मृङ् धातुः यदि भुवादिगणे अभविष्यत् तर्हि लटि किं रूपम् अभविष्यत् इति चिन्तयेम। ञकारस्य इत् संज्ञा, अतः नृ अवशिष्यते। ञित ञित् अतः अनुदात ञितः आत्मनेपदम् इत्यनेन आत्मनेपदी धातुः। मृङ् इति तत्र अनुदात आत्मनेपदम् अस्ति, अतः नकारस्य इत् भवति मृङ् इति, मृ एव अवशिष्यते तत्र। मृ योगः शप् सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भूत्वा तत्र मृ योगः अकारः, तत्र गुणः भूत्वा तत्र मर् इति भवति, गुणः जातः तत्र मर् इति भवति अङ्गम्। अतः मर् मर योगः ते मरते इति। इदं केवलं चिन्तनार्थम् एव। अयं मृङ् धातुः वादौ नास्ति, अतः इदं रूपं न सम्भवति एव। एतत् कल्पनारूपेण तत्र प्रदर्शितम् अत्र, परन्तु सम्यक् तत्र नास्ति एव। यदि द्वितीयबिन्दुः मृधातु भवादिगणीयः स्यात् तर्हि एतादृशं रूपं भवति, परन्तु मृधातु तुदादिगणे अस्ति अतः इदं रूपं तु न सम्भवति। परन्तु भवादिगणे भवेत् चेत् भवति चेत् तत्र गुणं भूत्वा मरते इति भवति। अस्तु अग्रे। द्वितीयबिन्दुः, यदि तुदादिगणे सामान्यचिन्तनम् अकरिष्याम तर्हि लटि किं रूपम् अभविष्यत् इति चिन्तयेम। मृ योगः शकारः मृ श तत्र हलन्त्यं तस्य लोपः इति तत्र भूत्वा आ एव तिष्ठति। न न तस्य शकारस्य स्थाने लसकोतते इति सूत्रेण हलन्त्यं न लसकोतते इति सूत्रेण तत्र अकारे एव तिष्ठति। सार्वधातुक आर्धधातुकयोः इत्यनेन गुणप्राप्तिः। सार्वधातुकम् अपित् इत्यनेन शकश नित्वत् भवति। निति अपि निति च इत्यनेन गुणनिषेधः। इको यनचि इत्यनेन यन् सन्देहे प्राप्तिः। मृ इति अङ्गं भवति। मृ योगः ते मृते इति मृतं मृते इदं केवलम् अपि तत्र अपि चिन्तनार्थमेव। वास्तवे इको यनचि बाधितमस्ति अतः इदं रूपं न सम्भवति। एतदपि तत्र कल्पनारूपे एव कल्पना। अस्तु तर्हि इदानीम् अस्माभिः पठितं यत् यदि भवादिगणीयः भवेत् तर्हि मरते भवति गुणं कृत्वा, परं तदपि समीचीनं नास्ति यतोहि रूपं धातु तुदादिगणे अस्ति। यदि सामान्यचिन्तनम् अस्ति चेत् अस्ति तर्हि इको यणचि इति सूत्रेण केवलं सन्धिकार्यं भूत्वा मृते इति भवति। अधिकारस्य स्थाने रेपः आगच्छति, मृ इति अङ्गं भवति मृते। तदपि समीचीनं नास्ति यतोहि विशेषचिन्तनं करणीयम् अत्र। अस्तु तर्हि इदानीं रिङ् शयङ् लिङ्क्षु इति एकं सूत्रम् अस्ति, तत् सूत्रम् आगत्य कार्यं करोति। तर्हि तत् सूत्रं किम् अस्ति इति एकवारम् अग्रे पश्यामः। अस्तु धन्यवादः महोदय। अस्तु अग्रे सुमन् महोदय अग्रे गत्वा सूत्रं पठतु। अधः अस्ति किम्? आमां रिङ् शयङ् लिङ्क् रिङ् रिङ् शय लिङ्क्षु ऋकारान्तस्य अङ्गस्य रिङ् आदेशः भवति। श प्रत्यये यक् प्रत्यये यकारादि आर्धधातुक लिङ् प्रत्यये च परे शश्च यक् च लिङ् च तेषाम् इतरेतरद्वन्द्वः शयग्लिङ्ग् क्षमितं शयलिङ्गः तेषु शयलिङ्क्षु ऋङ् प्रथमान्तं शयलिङ्क्षु सप्तम्यन्तं द्विपदम् इदं सूत्रम्। अयं यि निति इत्यस्मात् यि अकृत् सार्वधातुक योर्दीर्घः इत्यस्मात् असार्वधातुक ओ क्षम्यताम् अस्तु किन्तु तत्र अकृत् सार्वधातुक तत्र असार्वधातुकयोः इत्यस्य असार्वधातुक इत्यस्य अनुवृत्ति किन्तु तत्र असार्वधातुक न अकृत् सार्वधातुक अस्ति खलु तत्र अकारस्य सार्वधातुक इत्यनेन अपि तस्य सम्बन्धः वर्तते। अस्तु असार्वधातुके ऋतः इत्यस्मात् ऋतः इत्येषाम् अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ऋतः अङ्गस्य ऋङ् इ असार्वधातुके शयलिङ्क्षु अस्तु एतत् सूत्रं वदति ऋकारान्त अङ्गम् अस्ति चेत् तत्र श प्रत्यये नो चेत् यक् प्रत्यये यकारादि आर्धधातुकलिङ् प्रत्यय पर अस्ति चेत् तत्र ऋकारस्य स्थाने रिङ् आदेश भवति. इदानीं तु सूत्रं न वदति किन्तु वयं जानीमः अत्र प्रायः अनेकाश्चित् बाधित्वा निच्च कार्यं करोति अतः अन्तस्य स्थाने अतः अन्तिमवर्णस्य स्थाने एव आदेशः भवति. तर्हि अत्र अनुवृत्तिसहितसूत्रं यदि वयं पश्यामः तत्र ऋतः अङ्गस्य रिङ् यि असार्वधातुके शयं लिङ्क्षु. तर्हि प्रथमं तु अङ्गकार्यमस्ति. अङ्गं कीदृशं भवेत्? ऋतः. ऋतः इत्युक्ते ह्रस्वऋकारः. तर्हि न केवलं ह्रस्वऋकारः इति अङ्गं परन्तु ह्रस्वऋकारान्त अङ्ग भवेत्. यतोहि येन विधिस्थितं तस्य वयं जानीमः यत् तत्र ऋतः इति लिखितमस्ति चेत् तस्य अर्थः अस्ति न केवलं तादृशम् अङ्गं यत् केवलं ह्रस्वऋकारः अस्ति परन्तु ह्रस्वऋकारान्त अङ्गं. तर्हि ह्रस्वऋकारान्त अङ्गम् अस्ति. अनन्तरं निमित्तं किं? तर्हि शयं लिङ्क्षु इति अस्ति खलु. तर्हि श प्रथमं तु श नाम सुदादिगणस्य शविकरणप्रत्ययः अस्ति चेत् तदनन्तरं यक् यक् इत्युक्ते आत्मने यदा कर्मवाच्ये अस्ति खलु कर्मवाच्यभाववाच्य तत्र कर्मणि भावे अस्ति तत्र यक् आगच्छति यथा पठ्यते अत्र य अस्ति अस्ति खलु तत् य वस्तुतः यक् प्रत्ययस्य अवशेषः अस्ति. तर्हि कर्मणि अथवा भावे यत् यक् अस्ति तदस्ति चेत् नो चेत् तत्र लिङ् अस्ति खलु. तर्हि तत्र यि असार्वधातुके इति पदस्य यि सार्वधातुके इति पदयोः सम्बन्धः लिङ् इति पदेन भवति. किमर्थं श इति तु यि न भवितुं शक्नोति. श तु अजादि अस्ति. अतः यि इत्युक्ते किं? यि इत्युक्ते यकारादि. यि इत्युक्ते यत् अग्रे निमित्तमस्ति प्रत्ययः अस्ति तत् यकारादि भवेत्. तर्हि श तु भवितुं न शक्नोति यतोहि श तु अजादि अस्ति. तदनन्तरं यक् अस्ति. यक् इति अत्र तदपि साक्षात् लिखितमस्ति खलु यक् इति साक्षात् लिखितमस्ति. तर्हि यि असार्वधातुके तस्य सम्बन्धः लिङ् इत्यनेन भवति. नाम तादृशः लिङ् इत्युक्ते किम्? आशीर्लिङ्ग्. हा, तर्हि अत्र लिङ्ग् विधिलिङ्ग् अपि भवितुं शक्नोति परन्तु असार्वधातुकः अस्ति अतः तस्य अर्थग्रहणः अस्ति आशीर्लिङ्ग्. तर्हि तादृशः आशीर्लिङ्ग् प्रत्ययः यः यकारादि अस्ति इति एका आदिपदेन किम् उक्तं? किं यकारादि यस्य प्रत्ययस्य आदौ यकारः अस्ति. तर्हि निमित्तं त्रयमस्ति. नाम श इति विकरणप्रत्ययः नो चेत् कर्मणि भावे तत्र यत् यक् प्रत्ययः अस्ति तद् नो चेत् तादृशः असार्वधातुकलिङ्ग् नाम आशीर्लिङ्गप्रत्ययः यः यकारादि अस्ति. तर्हि एतदस्ति चेत् ऋतः अङ्गस्य स्थाने रिङ्ग् भवति. अत्र रिङ्ग् मध्ये केवलं रि इति अवशिष्यते. हलन्त्यम् इति सूत्रेण ञकारस्य इति संज्ञा भूत्वा रि इति अवशिष्यते. इदानीं यथा सुमन् महोदय उक्तं रि तस्य कस्मिन् स्थाने तत् आदेशः भवति? सम्पूर्ण अङ्गस्य स्थाने भवति, अन्तिम अङ्ग अन्तिमवर्णस्थाने भवति. तर्हि रिङ्ग् इति नित् अस्ति खलु. अतः निच्च इति सूत्रेण अन्तिम ह्रस्वऋकारस्य स्थाने एव रि आदेशः भवति. तर्हि आहत्य यदि ह्रस्वऋकारान्त अङ्ग अस्ति तदनन्तरं यदि श विकरणप्रत्ययः कर्मणि भावे तत्र यत् यक् प्रत्ययः अस्ति तद् नो चेत् यकारादि आशीर्लिङ्गप्रत्ययः अस्ति चेत् ह्रस्वरिकारस्य स्थाने रि आदेशः भवति। तर्हि अत्र तुदादिगणे श प्रत्ययः अस्ति खलु, अतः अस्य सूत्रस्य प्रयोजनं भवति इति वार्ता अस्ति। अस्तु अग्रे। अस्तु, यस्मिन् विधिः तदा एकनिमिषं, तदा कथं तत्र के यस्मिन् विधिः तद् आदौ अल् ग्रहणे, अस्तु तद् आदौ अल् अल् ग्रहणे, अस्तु तद् आदाव् अल् ग्रहणे इति भाषया हि नाम यकारादौ, यस्य आदौ यकारः तस्मिन् परे, अस्तु हि असार्वधातुके च लिङ्ग् विशेषणं येन विधिस्तदन्तस्य इत्यनेन ऋतः अङ्गस्य नाम न केवलं ऋकारस्य इत्यस्य अङ्गस्य अपि तु ऋकारान्तस्य अङ्गस्य च, अस्तु रिङ् नितः अतः अलोन्तस्य इत्यस्य बाधकसूत्रम् अनेकाल्षित् सर्वस्य तत् प्रभाद्य निच्च इति सूत्रेण आदेशः नित् चेत् तर्हि अनेकाल् चेत् अपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः। इदानीं भवान् इदानीमेव उक्तवान् यस्मिन् विधि तदा तद् आव् अल् ग्रहणे इति सूत्रं वदति, सूत्रं न परिभाषा अस्ति, तद् वदति यि अस्ति चेत् तत् यि पदस्य अर्थः अस्ति यकार यकारादौ, इत्युक्ते यस्मिन् आदौ यकारः अस्ति, यि तु सप्तमी विभक्ति अस्ति अतः तस्मिन् परे भवति। इदानीं तु पुनः येन विधिस्तदन्तस्य सूत्रेण ऋतः अङ्गस्य इत्युक्ते यत् अङ्गं ऋत् अस्ति अपि च यस्य अङ्गस्य अन्ते ऋत् अस्ति द्वयम् अपि ग्रहणम् इति अन्तिम तदनन्तरं येन विधिस्तदन्तस्य निच्च इति तु अस्माभिः पठितमेव, अस्तु हलि च इति पठतु किञ्चित् फुट्नोट् अस्ति, अस्तु हलि च इति सूत्रे यथा तथैव अचि श्नुधातु ब्रुवां यवोर् इयङ् वङ्गौ इति सूत्रे अपिति परे किति परे निति परे वा नोक्त्वं न वा न उक्तं नोक्तम् ओ न उक्तं न वा अनुवृत्तौ अस्ति, क्षम्यताम् हलि च सूत्रे यथा तथा एव इति सूत्रे अपिति परे अस्तु किति परे निति परे वा न वा प्रथमवाक्यस्य पठतु अस्तु हलि च इति सूत्रे यथा तथैव अचि श्नु धातु ब्रुवां यवोर्यङ् वङ्गौ इति सूत्रे अपिति परे किति परे निति परे वा न उक्तं न वा अनुवृत्तौ अस्ति. अस्तु, तत्र सम्पूर्णसूत्रम् इति वदति. अस्तु, परन्तु अनयोः सूत्रयोः कार्यं न सम्भवति पिति परे. अतः पाणिने वदनस्य आवश्यकता अतः वदनस्य आवश्यकता नास्ति. अर्धमात्रं लाघवेन पुत्रोत्सव मन्यन्ते वैयकारणः इति उच्यते. अर्धमात्रायाः अपि व्यर्थता न भवति अत्र अस्माभिः अनुमानेन अवगतमेव. तत्र अत्र किमर्थं लिखितमस्ति न जानीमः, परन्तु अत्र किमस्ति यत् अस्माभिः पठितं तत् अचिष्णु धातु भ्रुवां योगोर्यङ् मङ्गौ इति सूत्रस्य कृते अस्ति, न तु रिङ्क्षयङ् लिङ्क्षु. तर्हि अत्र किं लिखितमस्ति यत् अचिष्णु धातु भ्रुवाम् इति सूत्रे वस्तुतः लिखितं नास्ति खलु कित् प्रत्ययपरे नित् प्रत्ययपरे एव कार्यं करणीयं, परन्तु तस्य कार्यं कित् नित् प्रत्ययपरे एव भवति यतोहि पित् प्रत्ययः अस्ति चेत् गुणः एव भवति इति. अतः तद् वयं तस्य वयं तद् वयं ज्ञातुं शक्नुमः. अतः पाणिनिना साक्षात् अत्र लिखितं नास्ति. किमर्थं लिखितं नास्ति? तस्य आवश्यकता नास्ति. तर्हि तस्य लाघवं भवति खलु, अतः. परन्तु अत्र किमर्थं लिखितं नास्ति अत्र न जानीमः. प्रायः उपरि उपरि किमपि अस्तु. महोदय, एकः सन्देहः अस्ति यक् अनन्तरं इ तत् तस्मिन् भेदः कः? यक् इत्यस्ति भावकर्मणि मध्ये यत् आगच्छति यक् इति उच्यते. य अतः तस्य मया उक्तं तत्र य तस्य सम्बन्धः लिङ्ग् इति तेन भवति अतो यत्तु यकारादि एव अस्ति खलु. तत्र प्रायः विजि महोदय म्यूट् करोमि. हा, तर्हि तत्र यी तस्य अनुवृत्तिः लिङ् इति प्रत्ययस्य भवति. श तु यी यकारादि न भवितुं शक्नोति, श तु अजादि अस्ति, यक् तु अस्ति एव साक्षात्. अतः तत्र यी तस्य पुनः लेखनस्य आवश्यकता नास्ति. अतः वयं ज्ञातुं शक्नुमः यत् यी तस्य वस्तुतः तस्य अनुवृत्तिः लिङ् तेन भवति. यी असारधातुके लिङ् नाम तादृशः तादृशः लिङ्लकारस्य प्रत्ययः यत् आर्धातुकः अपि अस्ति यकारादि अपि अस्ति, नाम यकारादि आशीर्लिङ्गप्रत्ययः. अत्र किम् अत्र मृ स्थाने मृ भवति पुनः पठामः अग्रे पठामः आगच्छति. परन्तु यथा यक् अस्ति यक् यक् तस्य उदाहरणम् अहं दातुं शक्नोमि. कृ धातु अस्ति खलु, क्री करोति, तस्य क्रियते भवति कर्मणि भावे रूपं क्रियते भवति खलु. तत्र अस्य सूत्रस्य कार्यं भवति तत्र रेफस्य स्थाने रि आदेशः भूत्वा क्रियते इति भवति. अस्तु, तत्र प्रथमं कृ योगः यक् योगः ते, तत्र यक् स्थाने हलन्त्यं तस्य भूत्वा हलन्त्यं भूत्वा यव भवति, या एव तिष्ठति. अतः कृ योगः या योगः ते, तत्र गुणकार्यं भूत्वा क्रियते इति भवति. गुणकार्यं किमर्थं न भवति, भवती एव वदतु. न, तत्र क्रियते किमर्थम् आगच्छति? तत्र तदेव अहं वदामि. तत्र क्रियते मध्ये यदि गुणकार्यं भवेत् तर्हि कर्यते इति रूपं भवति खलु. आम् आम्, कर्यते एव. अत्र गुणकार्यं किमर्थं न भवति अहं पृच्छामि भवतीं. क्रियोगः यत् तत्र गुणकार्यं किमर्थं न भवति? अपि तस्ति अतः न, अत्र तु यक् इति सार्वधातुकप्रत्ययः एव नास्ति, आर्धधातुकप्रत्ययः अस्ति. अपितिथि किमपि नास्ति, परन्तु यक् इति तत्र कस्य वर्णस्य इति संज्ञा अस्ति? अन्तिमवर्णस्य. अन्तिमवर्णः कः अस्ति? अतः कित् अस्ति खलु, कित् अस्ति. अतः केन सूत्रेण गुणकार्यं बाधितम्? नितिच इति सूत्रेण गुणकार्यं बाधितम्, अतः अत्र गुणकार्यं न भवति. अतः अत्र रिङ् शयङ् लिङ्क्षु इति सूत्रेण यत् प्रत्ययः परे अस्ति खलु, अतः रेफस्य स्थाने रि आगच्छति, र इ रि, अतः क्रियते इति भवति. अपि च महोदय तत्र भावे अस्ति चेत् तत्र कर्तरी विकरणप्रत्यय एव कार्यं न कर्तुं शक्नोति खलु. हा, विकरणप्रत्यय कर्तरी शप् इति सूत्रेण कर्तरी वाच्य एव आगच्छति. अतः कर्मणि भावे तत्र गणभेदः. सत्यं, यतोहि तत्र विकरणप्रत्ययस्य प्रयोजनमेव नास्ति. अस्तु, तर्हि इदमस्ति. तर्हि तर्हि इदानीम् उपरि गत्वा वयं सम्पूरयामः. अत्र वस्तुस्थितिः का इति अग्रे पश्यामः इति अस्ति खलु, यत्र अस्माभिः तत्र उपरि गत्वा वस्तुस्थितिः का इति अग्रे पश्यामः, ततः वयम् अग्रे पठामः. अस्तु, धन्यवादः सुमन् महोदय. वस्तुस्थितिः का इति अग्रे पश्येम इति वा महोदय? मृङ् प्राणत्यागे, मृ योगः श, मृ योगः अ, अनुबन्धलोपं भवति श इष् लसक्वतत्तिति सूत्रेण, मृ योगः अ इको यणचि इत्यस्य प्राप्तिः. तत्प्रबाद्य सार्वधातुक अर्धधातुकयोः इत्यनेन गुणप्राप्तिः. सार्वधातुकम् अपित् इत्यनेन अपित्वात् नित्वात् किञ्च इत्यनेन नित्वात् गुणनिषेधः. रिङ् शयग्लिङ्क्षु इत्यनेन शप्रत्यये परे ऋकारान्तस्य अङ्गस्य रिङ् आदेशः. मृ धातोः पूर्णतया स्थाने रि. णिच्च इत्यनेन आदेशः णित् चेत्, तर्हि अनेकाल् चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः. योगः रि योगः अ, मृ योगः अ, इको यणचि इत्यनेन यण्सन्देहे प्राप्तिः. श प्रत्यय आजादि अपित्, अतः यन् सन्धिं प्रबाद्य अचि स्नुधातु भ्रुमां योर् यङ् वाङ् गौ इत्यनेन इयङ् आदेशः. इयङ् आदेशः णित्, अतः णिच्च इत्यनेन अन्त्यस्य एव आदेशः इकारस्य स्थाने य इ आदेशः मृयोगः ययोगः मृयोगः मृय इति अङ्गं मृययोगः इति म्रियते महोदय ये मृयोगः स इको यनचि इति प्राप्तं तत् प्राप्य एतत् वयं जानीमः किल सार्वधातुक अर्थदाक्य इत्यनेन गुणप्राप्तिः अस्ति सार्वधातुकम् अपित् इत्यनेन अपित्वात् गुणनिषेधकसूत्रम् अपित्वात् ञीच इति सूत्रेण ङित्वात् गुणनिषेधकं भूत्वा गुणकार्यं न भवति तदनन्तरं ऋङ् शयं लिङ्क्षु इति सूत्रं कार्यं करोति इत्यनेन श प्रत्यये परे ऋकार अन्तस्य अङ्गस्य यत् ऋकारान्तस्य अङ्गस्य अङ्गस्य अन्तिमवर्णः ऋकारं भवति ऋङ् आदेशः येन सूत्रेण ऋङ् शयं लिङ्क्षु इति सूत्रेण ऋङ् आदेशः भवति मृ धातोः पूर्णतया स्थाने रि मृ स्थाने आदेशः निश्चेत् तर्हि अनेकाल् चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः अङ्गस्य ये इति केन सूत्रेण अङ्गस्य अन्त्यस्य अलो अन्तस्य अनेकाचित् अपि अङ्गस्य अन्त्यस्य एव स्थाने आगच्छति आदेशः योगः आदेशः रि भूत्वा तदनन्तरम् अ म्रि योगः अ इदानीं इको यनचि इति सूत्रेण यण् सन्देह प्राप्तिः सन्धिः ष प्रत्ययः अजाति अतः अपित् अतः यण् सन्धिं प्रभात्य अचि स्नु धातु ब्रुवां योर् युङ् वङ् इति सूत्रं कार्यं करोति अत्र यङ् आदेशः भवति इयङ् आदेशः ङित् पुनः अतः ङिच्च इत्यनेन अन्त्यस्य एव आदेशः नाम इकारस्य स्थाने इय आदेशः भवति आं महोदय ऋ योगः इय योगः अ म्रिय योगः म्रिय योगः अ म्रिय तद् म्रिय इति अङ्गं भवति म्रिययोगगति म्रियते इति फैनल् रूपम् अन्तिम महोदय अत्र इको यणचि प्रभाते अचिष्णु ब्रुवां योगौ भवति तत्र परमसूत्रमिति कारणादि किं परमसूत्रम् इति परसूत्रं अत्र परसूत्रमपि अस्ति अङ्गकार्यमपि अस्ति अङ्गकार्यं भवति खलु अङ्गकार्यस्य महत्त्वं भवति सन्धिकार्यात् अतः किमर्थं इको यणचि न भवति एकं परसूत्रमपि अस्ति अनन्तरम् इको यणचि अङ्गकार्यं नास्ति अचिष्णु धातुभ्रुवम् अङ्गकार्यम् अस्ति अतः अङ्गकार्यो बलवत् भवति परत्वात् परन्तु तत्र अत्र प्रसक्तिः नास्ति खलु प्रत्ययः अपि तस्ति श्वप्रत्ययः अपि तस्ति खलु न महोदय तत्र प्रसक्तिः अस्ति श कार्यं न भवति किन्तु सम्यक् अतः तस्य सूत्रस्य अत्र किमपि कार्यं न भवति बलं नास्ति तर्हि अत्र वस्तुतः कार्यद्वयमस्ति। विजि महोदय, भवत्याः तत्र विध्वं भवति, अतः म्यूट् करोतु। तर्हि प्रथमं तु म्रि इति धातुः, म्रि तदनन्तरम् अ इति विकरणप्रत्ययः। अत्र सामान्यतया तु इकोयणचि भवति अत्र, परन्तु इकोयणचि तत्र प्रबाध्य सार्वधातुक आर्धातुकयोः तस्य प्रसक्तिः भवति, यतोहि तत् परसूत्रमपि अस्ति, अहङ्कार्यमपि अस्ति। परन्तु तस्य कार्यं न भवितुं शक्नोति, यतोहि तत्तु श इति प्रत्ययः अपि तस्ति, अतः तस्य कार्यं न भवति। अतः इदानीं केवलं रिङ् शयङ् लिङ्क्षु, रिङ् शयङ् लिङ्क्षु इति तस्य सूत्रस्य एव कार्यम् अत्र प्रसक्तिः भवति। तत् सूत्रं वदति यत् श प्रत्ययपरे अस्ति चेत् ह्रस्व ऋकारान्त अङ्गस्य रि इति तस्य स्थाने रि इति भवति इति अस्माभिः पूर्वं पठितम्। अतः म ऋकारः यत् अस्ति तस्य स्थाने रि भवति, म्रि योगः अ इति भवति, म्रि योगः अ। इदानीं पश्यतु, अत्र रेफस्य स्थाने रि भवति, तर्हि धातुमध्ये एव परिवर्तनं भवति खलु। श इति विकरणप्रत्ययस्य योजनात् पूर्वम् एव धातुमध्ये एव ऋकारस्य स्थाने रि इति आदेशः भवति। नाम विकारः यद्भवति, आदेशः यद्भवति, तत्तु धातुमध्ये एव भवति। अतः आदेशानन्तरं यत् नूतन भवति, रूपं भवति, तदपि धातुः एव, सः अपि धातुः एव। तर्हि म्रि इति धातु, म्रि इति धातुमध्ये रेफस् ऋकारस्य स्थाने रि आगच्छति, अतः नूतनं रूपं यद्भवति म्रि, तदपि धातुः एव। नाम प्रथम पूर्वं तु ऋकारान्तधातुः अस्ति, इदानीं नूतनधातुः यत् अस्ति म्रि, तद् इकारान्तधातुः अस्ति। तर्हि म्रि इति इकारान्तधातुः अस्ति, तदनन्तरम् अ इति अस्ति। इदानीं पुनः यथा अस्माभिः पूर्वम् इकारान्तधातूनां कृते अस्माभिः पठितं, तत् कार्यम् अत्र अपि भवति। अत्र इकोयणचि तस्य सामान्यकार्यं भवति, परन्तु तद्भवाद्य सार्वधातुकार्धातुकयोः तस्य कार्यं, तस्य प्रसक्तिः भवति, परन्तु अपि तस्ति, अतः गुणकार्यं न भवति। अतः अचिष्णुधातु पूर्वम् इति सूत्रस्य कार्यं भूत्वा म्री मध्ये इकारस्य स्थाने इय इति भवति, इय। तर्हि म्र योगः इय म्रिय, तर्हि अङ्गं यद्भवति अन्तिम अङ्गं, तत् म्रिय इति भवति, रूपं भवति म्रियते इति, म्रियते। तर्हि अत्र कार्यद्वयमस्ति, रिङ् शयन् लिङ्क्षु प्रथमं भवति, तदनन्तरम् अचिष्णुधातुपूर्वमपि भवति, अतः म्रियते इति कार्यं भवति, अङ्गं रूपं भवति। आगच्छन्ति वा, प्रश्नः अस्ति वा? आम्, एकः अस्ति, इको यनचि प्रभाद्य रिङ् शयन् लिङ्ग् अपि च पुनः अचिष्णु धातु कार्यं करोति परसूत्रत्वेन वा अङ्गं कार्यम् इति? उभयमस्ति। अस्तु अस्तु, तर्हि विजय महोदय अग्रे पठतु। अत्र एकः प्रश्नः उदेति, यदा रिङ् आदेशः विहितः तदा म्रि इति रूपम्, अस्यां स्थित्यां धातुसंज्ञा नास्ति किल, तर्हि अचिष्णु धातु ब्रुवां ब्योरियाङ् वाङ्गौ इत्यस्य प्रसक्तिः कथम्? किं महोदय, अत्र धातु तु मृ अस्ति खलु, भवान् उक्तवान् किल मृ धातु, पूर्णधातु नूतनधातु भवति इति, तदस्ति। परन्तु प्रश्नः आगन्तुं शक्नोति खलु, यत् धातु तु मृ आसीत्, अत्र मृ इति अपि धातु अस्ति न वा? धातु नास्ति चेत् अचिष्णुधातु भवान् पठामि महोदय। आदेशस्य योजनेन, आगमस्य योजनेन च धातुः धातुः एव तिष्ठति, स्वस्य धातुसंज्ञा तिष्ठति। मृ म्रि इत्यस्य विकारेण म्री तदानीं धातुः, त तस्य धातुसंज्ञा तदानीम् अस्ति यतः रि इति आदेशः अनन्तरम् इयम् इति आदेशस्य संयोजनेन अपि धातुसंज्ञा वर्तते मृ मृय अयमपि धातुः परन्तु एकवारं यदा विकरणप्रत्ययः संयोजितः तदा धातुसंज्ञा न तिष्ठति मृय योगः अमृय स इति विकरणप्रत्ययः तस्य पृथक् प्रत्ययसंज्ञा अस्ति अतः तस्य संयोजनेन मृय इति अधुना धातुः नास्ति अस्यां दशायां धातुसंज्ञा न तिष्ठति अधुना अङ्कसंज्ञा एव वर्तते अत्र उक्तं धातु मृ इति मृ इति मृ इति परिवर्तनं करोति तदनन्तरं विकर्णप्रत्यययोजनेन परिवर्तनं उपदेश अवस्थायाम् एव मृ ओहो ओहो न पठतु वोकाबुलरी वोकाबुलरी दोषम् अस्ति मृ अस्ति खलु जि तत्र मृ उपदेश अवस्थायां तत्र परिवर्तनं न वा मृ इत्यस्य स्थाने मृ इति आदेशः भवति वा महोदय परिवर्तनं न वदनीयं किल परिवर्तनमेव अस्ति परन्तु तत् परिवर्तनमपि विद्यासंज्ञा ओके विकर्णप्रत्यययोजनेन मृ इति आगच्छति किल तत्तु धातु नास्ति इति एव उक्तं किल अधुना अङ्गसंज्ञा एव वर्तते धातुसंज्ञा न तिष्ठति धातुसंज्ञा मृ इति एव विकर्णप्रत्यययोजनेन किम् आगच्छति मृ इति आगच्छति तत् अङ्गसंज्ञा न तु धातुसंज्ञा इति एव उक्तं किल महोदय तर्हि तत्र किमस्ति तत्र यावत्पर्यन्तं धातुमध्ये किमपि परिवर्तनं भवति आगमनेन अथवा आदेशेन तद् धातुः संज्ञा एव भवति तत्र नाम अत्र मृ अस्ति मूलधातु तस्य मृ भवति तदपि धातुः यतोहि तद् धातुमध्ये एव परिवर्तनं भवति तदनन्तरम् अचिष्टु धातु भ्रुवाम् इति सूत्रेण यदा इयङ् आगच्छति म्रिय भवति तदपि धातुः म्रिय मृय य एक नाम विकरणप्रत्ययस्य योजनात् पूर्वं यत्किमपि भवति धातुमध्ये तत् परिवर्तनानन्तरम् अपि धातुसंज्ञा एव विकरणप्रत्ययः योजयते तत्र विकरणप्रत्ययस्य नूतनसंज्ञा अस्ति खलु तत् प्रत्ययः अस्ति तत् प्रत्ययस्य योजनानन्तरं धातुसंज्ञा न स्थातुं शक्नोति तत्तु अङ्गं भवति इति अन्य उदाहरणमस्ति वा महोदय बहूनि उदाहरणानि सन्ति तत्तु अस्ति तत्तु सूत्रं सूत्रमेव अस्ति न नाम इदानीं नी धातु अस्ति अथवा जी धातु अस्ति तस्य गुणकार्यं भूत्वा किं भवति जे भवति खलु जे अपि धातु धातुसंज्ञा एव अस्ति अस्तु तर्हि जी इति धातु अस्ति तत्र गुणस्य आदेशः भवति इकारस्य स्थाने तत्र जे भवति विशेषसूत्रमस्ति किल महोदय तत्र विशेषसूत्रम् अस्ति किल ते स्थाने भूमध्ये भो भवति तद्भो अपि धातु एव अस्ति एकवारं अ इति विकरणप्रत्ययः तस्य सन्धि भवति तदनन्तरं भव इति अस्ति तत्तु अङ्गमस्ति तत्तु धातुः नास्ति अस्तु तर्हि अग्रे गच्छामः धन्यवादः इदानीं तु क्रियते भवति चेत् तत्र कर्मणि भावे प्रयोग लट् लकार रूप रूपे समान एव सम्यक् किन्तु सूत्राणि तु भिन्नः अस्ति सूत्रमपि सम्यक् समान एव अस्ति खलु समान किन्तु तत्र सोपानानि भिन्न सोपानानि भिन्न अस्ति परन्तु मुख्यसूत्रं येन येन रि आगच्छति तत्तु समान एव समान किन्तु तत्र अचिष्णु धातु कार्यं न करोति न करोति तत्र किमर्थं कार्यं न करोति यक् अस्ति खलु तत्तु अजादेव नास्ति सम्यक् अस्तु अस्तु तर्हि इति म्रियते यत् अस्ति तत् तस्य लता यथा महोदय उक्तं लट् लकारे अपि म्रियते कर्मणि भावे अपि म्रियते ततः समानः एव अस्ति रूपं समानः अस्ति अस्तु तर्हि तुदादिगणे चत्वारः ऋकारात् धातवः सन्ति मृङ् प्राणत्यागे म्रियते इति भवति पृङ् व्यायामे नाम कार्ये निमग्नः भवति प्रियते दृङ् आदरे आदरं प्रकटयति ध्रियते दृङ् अवस्थाने स्थितः भवति जीवितः भवति ध्रियते तर्हि सर्वत्र मृयि अस्ति तत्र म्रिय इति भवति म्रिय प्रिय द्रिय ध्रिय अङ्गं म्रियते प्रियते ध्रियते ध्रियते इति भवति तर्हि सोपानद्वयमस्ति प्रथमं तु ऋङ्क्षयं लिङ्क्षु तदनन्तरम् अचिष्णुहत्तु पूर्वां युबोर्यं मङ्गु अस्तु तर्हि ह्रस्वरिकारान्तानां कृते कार्यं कथं भवति सर्वे अवगच्छन्ति वा इदानीं प्रियते प्रीति करोति नास्ति वा अत्र अत्र भिन्न तत्र क्रियापदं किं प्रियते तत् प्रीति करोति अपि प्रियते वा तत् प्रायः भिन्न अस्ति भिन्न भवेत् धातुः भिन्न भवेत् धन्यवाद मेकिङ्ग् सम्बडि टु मेकिङ्ग् सम्बडि न महोदय ऐ ओन्ली डू तत्र कर्मणि एव खलु तत्र कर्मणि नास्ति वा अत्र कर्मणि नास्ति कर्तरी अस्ति प्रियते कर्तरि कर्म आत्मनेपदम् अत्र प्रियते मध्ये कर्तरि आत्मनेपदमस्ति अस्तु धन्यवादः अस्तु इदानीं दीर्घरिकारं धातुः कथं भवति कथं दीर्घ तस्य कर्मणि अपि प्रियते किल महोदय आं सत्यं सत्यं अस्तु तर्हि दीर्घरिकारं धातुः अस्ति तद्वयं पठामः इदानीम् अग्रे मलर् महोदय अस्ति खलु पठतु दीर्घरिकारान्तगणे भ्रू विक्षेपे क्षिपति प्रसारयति भ्रू निगरणे इति द्वौ ऋकारान्तदातुस्तः अधुना अस्माभिः दृष्टं यत् वृत्त ऋकारान्तदातूनां लिङ् आदेशः भवति यथा लिङ् लिङ् आदेशः रि इयङ् आदेशः इय योगः श विचनप्रत्ययः म्रियते इति अङ्गं योगकर्ते म्रियते इदानीमेव दृष्टवन्तः यदि विचनप्रत्यय ह्रस्वविकारान्तः चेत् रिङ् आदेशः भवति तदनन्तरम् अचिष्णुगुवां धातु अचिष्णु धातु गुवां यो द्वयं इति सूत्रणे इयम् आदेशः भवति तदनन्तरं वितरणप्रत्यययोजनेन श वितरणप्रत्ययोजनेन म्रियते इति भवति इदानीं दीर्घविकारान्तः धातु अस्ति चेत् कथं भवति इति पश्यामः दीर्घविकारान्तधातूनां क्रमः भिन्नः स्मर्यते यत् युगादिगणे दीर्घविकारान्तधातुषु ऋकारस्य स्थाने इ आदेशः द्वि जि ऋतादिगणे अपि तथा उभयत्र ऋत इद्धातोः इत्यस्य प्रसक्तिः, परन्तु ततः अग्रे विद्यते यतोहि युगादिगणे शन् अनादिः अपि च, किन्तु युगादिगणे च अजादिः अपि च, युगादिगणे खनिश्च इत्यनेन उभयायां इक् दीर्घत्वम्, परन्तु युगादिगणे खनिश्च इत्यस्य प्रसक्तिः नास्ति, अतः उभयायाम् इक् ह्रस्वः तिष्ठति। अग्रे क्रमः प्रदत्तः अस्ति ध्रु इति धातुः, दीर्घविकारः अस्ति चेत् कथं भवति इति उक्तं, यदि दिवादिगणे दिवादिगणे अस्ति चेत् ऋकारस्य स्थाने इ आदेशः भवति, तदनन्तरं हलीच इति सूत्रं कार्यं करोति, परन्तु उदादिगणे अजादि अपि अस्ति, अतः हलिच इति सूत्रम् अत्र कार्यं न करोति। अग्रे पठामि महोदयः, योगः इको एनसि इत्यनेन यन् सन्देहे प्राप्यते तन् प्रपाद्य सारधातुक आर्द्रधातुकयोः इत्यनेन गुणप्राप्तिः, सारधातुकम् अपि इत्यनेन श निद्वत् इति च इत्यनेन गुणनिषेधः, योगः वृत्तः वृत्त इद्धातोः इत्यनयोः वृत्तान्तस्य धातोः तस्य इकारादेशः, ईयोगः पुरन्द्रपरः इत्यनेन ऋकारस्य स्थाने यदा अन् आदेशः भवति तदा सः अन् तदा रपरः, किर किर् किर्योगः किर इति अङ्गं किरयोगः इति किरति, दीर्घविकारः अस्ति कृयोगः श स्त्रियोगः आ भवति, तदनन्तरम् इकोनचि सूत्रस्य प्रसक्तिः अस्ति, परन्तु सार्वधातुक आर्धातुकयोः इति सूत्रं प्रसक्तिः अस्ति, परन्तु अपि स्वात् नित्वत् भवति, अतः कृयोगः आ इति भवति गुणनिषेधः अस्ति अत्र, तदनन्तरं ऋत इद्धातोः इति सूत्रेण इकारस्य स्थाने इकार ह्रस्व इकार आदेशः भवति ईयोगः, तदनन्तरम् उरन् रपरः इति सूत्रेण यदा अन् आदेशः भवति तत्र स्थाने रकारः रपरः आदेशं भवति, अतः किर् योगः किर योगः किरति इति रूपं भवति, धातोः इति सूत्रस्य प्रसक्तिः अस्ति कार्यं करोति, तदनन्तरम् उरन् रपरः इति सूत्रं कार्यं करोति, अन्तिमरूपं किरति इति भवति। तर्हि अत्र अस्माभिः पूर्वमेव पठितं ऋत इद्धातोः, ऋत इद्धातोः इति सूत्रमस्ति, तत् सूत्रं किं वदति यत् रीतः धातोः नाम दीर्घऋकारान्तधातुः अस्ति चेत् रीतः धातोः अङ्गस्य स्थाने इत् भवति, नाम यदि अङ्गम् अस्ति तद् अङ्गं धातु एव भवति, यदि अङ्गम् अस्ति तद् अङ्गं धातु एव यदि भवति कीदृशः धातुः, दीर्घऋकारान्तधातुः, तर्हि दीर्घऋकारान्तधातुरूपी अङ्गम् अस्ति चेत् तस्य दीर्घऋकारस्य स्थाने ह्रस्व इकारः भवति इति अस्माभिः दिवादिगणे पठितम्, तत्र अस्माभिः तत्रैव पठितं यत् अस्य सूत्रस्य वस्तुतः किमपि निमित्तं नास्ति, नाम अस्य सूत्रस्य प्रसक्तिः सर्वत्र भवति, परन्तु तस्य वस्तुतः तस्य कार्यं केवलम् अपित् कित्नित् प्रत्ययः परे एव अस्ति चेदेव भवति, यदि पित् प्रत्ययः परे अस्ति चेत् तत्र सार्वधातुकार्हतुकयोः इत्यनेन गुणकार्यं भवति, यतोहि तत् सूत्रं परसूत्रमस्ति, यत्र पित् अस्ति तत्र सार्वधातुकार्हतुकयोः इत्यनेन गुणप्राप्तिः भवति, यत्र अपि तस्ति तत्र सार्वधातुक आधातुकयोः तस्य सूत्रस्य कार्यं न भवति, अतः ऋत इद् धातोः इति सूत्रस्य कार्यं भवति। तर्हि अत्र कृयोगः अ तत्र तुदादिगणे गुणस्य गुणकार्यं न भवति, अतः ऋत इद् धातोः इति सूत्रं कार्यं करोति। तेन किं भवति, तेन रि अस्ति यत् दीर्घरिकारः यत् अस्ति तत् दीर्घरिकारस्य स्थाने ह्रस्व इकारः भवति, अतः क्रि योगः अ तस्य कि योगः अ भवति, कि योगः अ। तदनन्तरं वयं जानीमः यदापि रेफ ऋकारस्य स्थाने किमपि अण्वर्णः आगच्छति, अ इ उण् अण्वर्णः आगच्छति, तद् अण्वर्णः सर्वदा रपरः अस्ति। तर्हि अत्र ऋकारस्य स्थाने यत् इकारः यत् आगच्छति तद् इकारः यत् अस्ति तत् अण्वर्णः अस्ति, अतः तद् रपरः भवेत्। अतः तत्र कियत् अस्ति तत् किर् भवति, किर् उरण्परः इति सूत्रेण किर् भवति। इदानीं स्मर्यतु सर्वेषां सर्वे स्मर्यन्तु सर्वे स्मरन्तु दिवादिगणे यथा एतादृशं यत् कार्यमस्ति, तदनन्तरं य इति प्रत्ययः आसीत् खलु दिवादिगणे, य इति प्रत्ययः हलादि आसीत्, हलादिप्रत्ययः आसीत्, अतः तत्र जिर् योगः य अस्ति। तत्र हलि च इति सूत्रेण तत्र हलि च इति सूत्रं वदति यत् रेफान्त वकारान्त धातुः अस्ति, तद्धा अस्ति तस्य धातु धातोः उपधायां ह्रस्व इकारः अस्ति चेत् तस्य दीर्घ इकारः भवति इति हलि च इति सूत्रं वदति। अतः जीर्यति इति भवति, जिर् योगः अजीर्य इति भवति। परन्तु अत्र इति तादृशकार्यस्य प्रसक्तिः नास्ति, यतोहि यत् विकरणप्रत्ययः अस्ति अ तत् हलादि नास्ति, अजादि अस्ति, अतः हलि च इति सूत्रस्य कार्यं न भवति। अतः उपधायां यत् ह्रस्व इकारः अस्ति तस्य दीर्घत्वं न भवति, अतः केवलं वर्णमेलनं किर इति अङ्गं किर रूपं भवति, किरति नाम क्रि इति दीर्घरिकारधातुः अस्ति चेत् तस्य किरति इति रूपं भवति, किरति। सर्वे अवगच्छन्ति तत्र? परन्तु तत्र शीर्षकं तत्र अस्ति दीर्घ ऋकारान्तदातवः, तत्र कार्यं न भवति खलु? अत्र दीर्घ एव अस्ति खलु, शीर्षकमात्रेण एव वा तत्र किम्? अत्र कृ अस्ति खलु दीर्घ ऋकारान्तदातुः, तत्र दीर्घः नास्ति खलु, दीर्घ एव अस्ति, दीर्घ एव अस्ति खलु, मम प्रश्नः तत्र शीर्षकमस्ति दीर्घ ऋकारान्तदातवः, परन्तु अन्तिमकार्यं तु ह्रस्वः एव भवति, किमर्थं चेत् हलिच इति सूत्रेण अन्तिमकार्यं कि ह्रस्व इकारः आगच्छति, हलिच इति सूत्रेण न ऋतयुद्धातुः, हलिच इति सूत्रेण तस्य कार्यम् अत्र न भवति, यतोहि अजादिप्रत्ययः। अस्तु अग्रे, तर्हि ऋत इद् धातुः इति सूत्रमपि अस्माभिः पठितम्, अलोन्त्यस्य येन विसर्गस्य अपि वयं जानीमः, उरण्परः अपि जानीमः। तर्हि अग्रे तर्हि तदेव गृ इति धातुः अस्ति, गृ यथा कृ अस्ति तथा गृ अस्तु, गृ इति गिरति इति भवति, गिरति गृ, तस्य प्रथमं तु गि भवति ऋत इद् धातोः, तदनन्तरं गिरति इति भवति, तर्हि किरति गिरति इति। अस्तु तदनन्तरं अस्तु तर्हि इदानीम् एकं मुख्यबिन्दुः अस्ति अत्र अधोभागे गच्छतु, तत्र लिखितमस्ति हलीच इति सूत्रमस्ति खलु, आं जि, तदनन्तरम् एकम् अस्ति अत्र उरण् रपरः इति अस्ति, सर्वे पश्यन्ति वा? आम् जि। अतः मीना महोदय ततः अग्रे पठतु, अत्र उरण् रपर अत्र उरण् रपरः इत्यस्य सम्यक्तया बोधार्थं गुणसन्धिम् एकवारम् अवलोकयाम, अथवा दीर्घ आ योगः ई अथ दीर्घ ईकारः वा एकारः भवति, आ उत दीर्घ आ योगः उ उत उ दीर्घ उ वा ओकारः भवति. आ योगः अर् भवति इति सामान्यनियमः अस्ति. परन्तु गुणसंज्ञा विधायकसूत्रम् अदेङ्गुणः इत्यनेन आ ए ओ इत्येषाम् एव वर्णानां गुणसंज्ञा भवति. तत्र अर् किमपि नास्ति, किमपि न. धन्यवादः भगिनि. यत्र गुणसन्धिः अपेक्षितः तत्र आत् गुणः इत्यनेन अवर्णात् अचिपरे पूर्वपरयोः एकः गुणादेशः भवति. गुणादेशः नाम पूर्वपरयोः स्थाने अ वा ए वा ओ वा आगच्छेत्. तत्र अर् तु नास्त्येव. तर्हि आ योगः ऋ अर् कथम्? वस्तुतः ऋकारस्य गुणसन्धिः एवं भवति. आयोगः ऋ आ ए ओ इत्येषु गुणसंज्ञकवर्णेषु कश्चन स्वीकर्तव्यः. अधुना स्थाने अन्तरतमः इति सूत्रेण ध्वनिदृष्ट्या तेषु त्रिषु द्वयोः वर्णयोः स्थाने कस्य गुणसंज्ञकवर्णस्य उच्चारणार्थं स्थानतौल्यम् अस्ति इति अवलोकनीयं भवति. अकारस्य कण्ठस्थानं, ऋकारस्य मूर्धस्थानम्. आ ए ओ इति गुणसंज्ञकवर्णेषु कस्यापि कण्ठमूर्धस्थानं नास्ति. आकोह विसर्जने कण्ठः नास्ति वा? आ कण्ठ आ ए ओ इति इत्यस्मिन् कस्यापि तत्र लिखितमस्ति खलु, अकारस्य कण्ठः अस्ति, ऋकारस्य मूर्धा अस्ति. अ ए ओ इति मध्ये कस्यापि मूर्धा इति स्थानं नास्ति. हा कण्ठस्थानमस्ति. आ कण्ठस्थानम्, ए कण्ठथालुस्थानं, ओ कण्ठोष्ठस्थानम् इति. तेषु त्रिषु अ ऋ इत्यनयोः स्थाने अकारस्य एव अधिकसाम्यं वर्तते. अतः अ ऋ इत्यनयोः स्थाने अ इत्यस्य गुणादेशप्राप्तिः. अधुना ऋ स्थाने यः अकारः आगतः सः अण् प्रत्याहारस्य सदस्य. अतः उरन्रपरः इत्यनेन रेपः परः भवति. तर्हि आगत्य आ अथवा आ योगः ऋ अथवा ऋ आद्गुणः इत्यनेन पूर्वपरयोः स्थाने उरन्रपरः अर् अर् महायोगः ऋषिः मह् अर् योगः षि महर्षिः. महोदय, अत्र अकार किम् अर्थं क्लोजेस्ट् इति वदति? असामान्यं कण्ठ अन्यद्वयं तु कण्ठतालु कण्ठ ओष्ठ, तत्र मूर्धन्यस्य किमपि सम्बन्धः नास्ति खलु? हा, मूर्धस्य किमपि तत्र साक्षात् मूर्धा कुत्रापि नास्ति सर्वे तत्, परन्तु एक अस्ति केवलं कण्ठ, अन्य अस्ति कण्ठतालु कण्ठ ओष्ठ, तत्तु अधिक एव असमान अस्ति खलु. अकारः कण्ठमेव अस्ति, कण्ठतालुः एकारः कण्ठतालु, ओकारः कण्ठ ओष्ठ, तत्र सर्वे कण्ठ एव अस्ति. परन्तु एकारः ओकारः तु कण्ठ अपि तालु अपि मूर्ध ओष्ठ अपि अस्ति. अकारात् अकारस्य तुलना अकारस्य तुलनायाम् अधिक अधिक तत्र भेदः अस्ति इति. अस्तु, नाम सर्वे तत्र सर्वत्र तत्र भेदः एव अस्ति, यतोहि कुत्रापि मूर्धास्थानं नास्ति. परन्तु यदि अहं भवतीं पृच्छामि एकस्य चयनं करोतु, एकस्य चयनं करोतु, करणीयमेव एकस्य चयनं, एका अकारः एकारः ओकारः, तर्हि तत्र एकारः ओकारस्य यद् भेदः अस्ति तत्तु अकारात् इकारात् अपि दीर्घभेदः अस्ति खलु, यतोहि तत्र तालु अपि अस्ति, ओष्ठः अपि अस्ति, कण्ठः अपि अस्ति, तर्हि तत्र अकारात् अधिकभेदः अस्ति. अतः यत्र लिखितमस्ति यत् अत्र त्रिषु अकार ऋकार इत्यनयोः स्थाने अकारस्य एव अधिकसाम्यम्, नाम इन् कम्पेरिसन् टु एकारः ओकारः अकारः अधिकसमानः अस्ति इति. तथा एव अल् अपि भवति किम्? आम्. अस्तु, तर्हि इति अस्ति. अतः अतः अत्र ऋकारस्य स्थाने ऋकारस्य स्थाने प्रथमं तु अकारः आगच्छति, तदनन्तरम् अकारः अण्वर्णः अस्ति, अतः तस्य पुरण्परः इति सूत्रेण अर् आगच्छति. अतः जनाः वदन्ति यत् यदा गुणः भवति तत्र ऋकारस्य ऋकारस्य स्थाने अर् भवति. वस्तुतः तत्र सोपानद्वयम् अस्ति, एकं तु अकारस्य प्रथमं तु अकारस्थाने ऋकारस्य स्थाने अकारः, तदनन्तरम् उरण्परः इति सूत्रेण रेफः आगत्य अर् इति भवति. ऋकारस्य भिन्नसूत्रमस्ति किं? न उहु मध्ये ह्रस्व दीर्घ उभयमस्ति, किन्तु ऋकारः भवति, ऋकारस्य तत्र नास्ति किमपि तथा. ऋकारः वदन्ति खलु प्लस् अल् भवति इति. आम्, परन्तु तत्र सूत्रमस्ति न वा तु न जानामि, प्रायः तत्र कुत्रापि भाष्यमिति अस्ति न वा इति अस्ति, परन्तु तदपि बहु तत्र तत्र कामन् नास्ति, विलतया अस्ति. अस्तु, तर्हि अतः अतः वयं ज्ञातुं शक्नुमः कथं रीस्थाने गुणं भूत्वा अर् भवति इति. महोदय, उरन् रपरः उः अण् इति ऋकारस्य षष्ठी विभक्ति. आम् आम् सत्यम्. उः इस् यथा पितृ, तस्य पितुः भवति पितुः. अस्तु, अग्रे अवधेयं यत् ऋत इत् धातोः ऋत इत् धातोः इति सूत्रं किति किति ज्ञिति प्रत्यये परे एव कार्यं करोति. अतः सार्वधातुकलकारेषु यत्र विकरणप्रत्ययः अपि नास्ति तत्र यद्यपि प्रसक्तिः तु अस्ति किन्तु प्राप्तिः न भविष्यति. पुनरपि पठामि महोदय. अवधेयं ऋतता इत् धातोः इति सूत्रं किति ज्ञिति प्रत्यये परे एव कार्यं करोति. अतः सार्वधातुकलकारेषु यत्र विकरणप्रत्ययः अपि नास्ति तत्र यद्यपि प्रसक्तिः तु अस्ति किन्तु प्राप्तिः न भविष्यति. वृत्तान्ते भ्वादिगणे तृ इति धातुः, यद्यपि ऋकारान्तधातुः अस्ति तथापि ऋत इद्धातोः इत्यनेन ऋस्थाने इकारादेशः न भवति. द्वादिगणे शप् पित् अस्ति, अतः सार्वधातुकयोः इति सूत्रेण गुणः भवति. तृ शप् योग त्रियोगः शप् त्रियोगः तर् योगः तर् तर इति अङ्गं तरयोगः इति तरति इति भवति. अत्र ऋ धातोः यत्र तर्हि यद्यपि ऋतैः धातोः तत्र किमपि निमित्तं नास्ति, परन्तु तस्य कार्यं केवलं कित् नित् अपित् प्रत्ययपरे एव भवति. यत्र गुणस्य कार्यं भवितुं शक्नोति तामपित् प्रत्ययः यदि अस्ति यथा भवादिगणे तत्र गुणकार्यम् एव भवति. अतः तृयोगः अ तत्र गुणकार्यं भूत्वा तरति एव भवति, यतोहि तत्र गुणः भवितुं शक्नोति. ऋत इद् धातोः तस्यापि प्रसक्तिः अस्ति अत्र, सार्वधातुक आधातुकयोः तस्यापि प्रसक्तिः अस्ति त्रिधातुमध्ये. तर्हि कस्य सूत्रस्य कार्यं भवति, कथं जानीमः? मीनामहोदय भवती एव वदतु. भवतः प्रश्नः किं महोदय? त्रि इति धातुः अस्ति खलु भवादिगणे, तत्र रीत इद् धातोः तस्यापि प्रसक्तिः भवति, सार्वधातुकाधातुकयोः तस्य अपि प्रसक्तिः भवति, कस्य कार्यं भवति, कथं जानीमः? प्रत्ययः किम् इति वा इति, परन्तु ऋत इद् धातोः तस्य अपि सूत्रे लिखितं नास्ति खलु पित्नित्, तर्हि ऋत इद् धातोः तस्य अत्र कार्यं, तस्य प्रसक्तिः अस्ति अत्र, तस्य निमित्तं नास्ति, तर्हि तस्य कार्यं किमर्थं न भवति? सार्वधातुकार्थदेवतयोः भवति किल, तस्मादेव भुवादिगणे किमर्थं सार्वधातुकार्धातुकयोः भवति न तु धृतैर्धातुः? सार्वधातुकदातयोः पिच् अस्ति, तस्मात् सूत्रे सार्वधातुक आर्धातुकयोः वदति, सार्वधातुक आर्धातुकप्रत्ययः परे अस्ति चेत् कार्यं करोतु. अत्र शप् प्रत्ययः सार्वधातुक अस्ति, अतः तत्र कार्यं भवितुं शक्नोति. ऋत इद् धातोः तु तस्य तु निमित्तमेव नास्ति, तस्य अपि कार्यम् अत्र भवितुं शक्नोति. तस्य सूत्रद्वयस्य अत्र प्रसक्तिः भवति. कथं जानीमः? यथा सूत्रद्वयस्य प्रसक्तिः अस्ति, एकस्य सूत्रस्य एव कार्यं भवति, कथं जानीमः? कथं जानीमः? एतस्य परसूत्रं महोदय किं, परसूत्रं किम् अस्ति अत्र? तर्हि अत्र सार्वधातुकार्धातुकयोः इति परसूत्रं भवति, अतः तस्य कार्यं भवति. यथा तर्हि अत्र पित् प्रत्ययः अस्ति, तत्र सूत्र उभयस्य कार्यं भवितुं शक्नोति, परन्तु सूत्रस्य परत्वात् सार्वधातुकार्धातुकयोः एव कार्यं करोति. यत्र पित् नास्ति कित्नित् अस्ति, तत्र तु ऋत इद् धातोः एकमेव सूत्रमस्ति, तस्य कार्यं भवति. अस्तु, अग्रे. अतः गणम् अनुसृत्य ऋकारान्तदातूनां कः भेदः इति पश्येम. भुवादिगणे त्रि गुणः करोति, दिवादिगणे जृ इ आदेशः, हलि च दीर्घः जीर्यति, तुदादिगणे कृ इ आदेशः अजादि अपि, अतः न दीर्घः किरति. त्रिविधं केचन जनाः वदन्ति यत् भुवादि तुदादिगणयोः विषयः भ्रमात्मकः, कः धातुः कस्मिन् गणे इति, किन्तु यत्र गणसम्बन्धकार्यं वर्तते तत्र अस्माकं कोऽपि भ्रमः स्यात्. भुवादिगणे गुणकार्यं प्रवर्तते, तुदादिगणे न कुत्रापि गुणकार्यम्. तुदादिगणे विकरणप्रत्ययः अजादिः अपि, अतः सामान्यम् अपि निमित्तं कार्यम् अपि, विशिष्टम् विशिष्टम् अजादि अपि निमित्तं कार्यम् अपि भवतः. ये वादौ न सञ्जायेत तथा दीर्घः ऋकारः ईकारः प्रवर्तते केषुचिदपि अपित्सु प्रत्ययेषु. अतः दिवादौ अपि जृ जीर्यति, तुदादौ अपि कृ किरति, इयम् आदेशः किन्तु अजादिषु अपित्सु एव प्रवर्तते. अचिषु ध्रुवं युवर्यमनौ त्री च रियति. गुणभेदः किमर्थं भवति इति वदति अत्र, भुवादिगणे वा तुदादिगणे भ्रमः भवति, कस्मिन् गणे अस्ति इति. अत्र गुण भुवादिगणे गुणकार्यं भवति इति प्रसिद्धः तुदा मीन् शप् प्रत्ययः भवति तस्मात् सावधात् द्वयो इति गुणः भवति. तुदादिगणे न कुत्रापि गुणकार्यं शप् प्रत्ययः अपि तस्मात् स्मिति इति कारणेन गुणं न भवति. तुदादिगणे विकरणप्रत्ययः अजादिः शप् प्रत्ययः अपि अतः सामान्यम् अपि निमित्तं कार्यं कार्यमपि विशिष्टम् अजादि अपि निमित्तं कार्यम् अत्र न अहं न जानामि वडि से नास्ति. अत्र अत्र जनाः वदन्ति यत् भ्वादि उदादि मध्ये भ्रम भवितुं शक्नोति कः धातुः कस्मिन् गणे भवति इति, परं तत्तु नास्ति यतोहि भवादिगणे तुदादिगणे अपि तत्र भेदः भवति. नाम भवादिगणे गुणकार्यं भवति, तुदादिगणे गुणकार्यं न भवति, तत्तु मुख्यभेदः. तदनन्तरं तुदादिगणे अपि ऋकारधातुः अस्ति, ऋकारं धातु, तत्र इकारः भवति, तत्तु भवादिगणे न भवति इति अपि एकः भेदः अस्ति. तदनन्तरं अचिष्णुधातु ब्रुवाम् इति सूत्रेण अपि इयङ् उवङ्ग् भवति, तत्तु भवादिगणे नास्ति. नाम तुदादिगणे भवादिगणे तत्र भेदः भवति. भ्रमः नाम तत्र यदि वयं यदि सूत्राणि वयं जानीमः तत्र तु भेदः नास्ति. भेदः कुत्र भवति? यतोहि अत्र किमपि कार्यं नास्ति, केवलं वर्णमेलनम् अस्ति. तत्र भेदः तत्र भ्रमः भवितुं शक्नोति. अत्र केवलं सामान्यवर्णमेलनम् अस्ति. नाम इति अस्ति खलु, पठति चलति, उभयत्र पठति चलति समानमेव अस्ति, परन्तु पठति इति किम् अस्ति, भवादिगणे अस्ति, पठ चल तुदादिगणे अस्ति. तत्रापि वयं जानीमः तत्रापि भेदः अस्ति. क्षत्रिप्रयोगे तत्र भेदः भवति. तत्र भवादिगणे नुमागमः तु भवति एव स्त्रीलिङ्गे, परन्तु तुदादिगणे स्त्रीलिङ्गे नुमागमः विकल्पेन भवति. तर्हि पठन्ति अस्ति, परन्तु चलति चलन्ति उभयम् अस्ति इति. तदपि भेदः नाम भेदः अस्ति, सर्वत्र भेदः अस्ति. यदि वयं जानीमः भेदः कः अस्ति, तस्य कृते सूत्रं कः किम् अस्ति, तर्हि वयं रूपं दृष्ट्वा वयं ज्ञातुं शक्नुमः यद् धातुः भवादिगणे अस्ति वा तुदादिगणे. अस्तु, तर्हि इदं परपत्रं लट्लकारे दृष्ट्वा कुत्रचित् भवति किल, कुत्रचित् लट्लकारः दृष्ट्वा भवितुं शक्नोति. अत एव जनाः वदन्ति यत् किमर्थम् अत्र भेदः नास्ति, भ्रमः भवति. अभ्यासं कृत्वा कृत्वा अभ्यासं कृत्वा सम्पूर्णचित्रं दृष्ट्वा वयं ज्ञातुं शक्नुमः अथवा न महोदय. भवान् उक्तवान् चलति चलन्ति द्वयमपि भवितुं शक्नोति. तुदादिगणे धातुः अस्ति, तत्र नुमागमः विकल्पेन भवति. किन्तु भुवादि तु आगच्छति एव खलु? भुवादिगणे नुमागमः विकल्पेन नित्यं तर्हि पठन्ति गच्छन्ति. अस्तु, तर्हि इति करपत्रं समाप्तं. तर्हि इदानीम् अग्रे गच्छामः नवमं करपत्रं, तुदादिगणे इतोपि विशेषधातवः. अग्रिमकरपत्रम् अस्ति तुदादिगणे इतोपि विशेषधातवः इति. सर्वे प्राप्नुवन्ति वा? न न, नूतनकरपत्रं तुदादिगणे इतोपि विशेषधातवः. अग्रिमकरपत्रम् अस्मिन् पाठे एक न विजय महोदय पठतु. अस्मिन् पाठे तुदादिगणीयाः अवशिष्टविशेषधातवः उपस्थाप्यन्ते. स्मारणार्थं विशेषधातुः नाम तादृशधातुः यस्य अङ्गस्य साधनकार्यं केवलं गणसम्बन्धसामान्यसूत्राणि अधिकृत्य न भवति, अपि तु विशिष्टसूत्राणि अधिकृत्य एव भवति. तत्र तुदादिगण तत्र अवशिष्टविशेषधातवः उपस्थाप्यन्ते पूर्वमेव, परन्तु तत्र स्मारणार्थं विशेषधातुः नाम तादृशधातुः यस्य अङ्गस्य साधनार्थं साधनकार्यं तत्र अस्ति इति गुणसम्बन्धः सामान्यसूत्राणि एव अधिकृत्य कार्यं करोति इति तत्र उक्तं. प्रथमबिन्दुः धात्वादेशः. अग्रे पठामि वा? प्रथमबिन्दुः धात्वादेशः. प आदिधातूनां धात्वादेशः द्वौ धातुः स्तः तत्र. तुधातौ धातुद्वयं षड्लुरु षड्लुरु सद्लुरु. प ग्र मा स न दान् दृशि अर्ति सर्ति षद सदां पिब जुग्र दम तिष्ठ मन यच्छ पश्य ऋच्छ दौ शीय सीदाः. एतत् सर्वाणि धातुः सप्तमाध्याये तृतीयपादे अष्ट सप्ततिः इति सूत्रतमः सूत्रतमे अस्ति. पाग्र एतत् पाग्र द्वा इत्यादीनां स्थाने पिब जिग्र दम दम एते आदेशाः भवन्ति क्षितिपरे. केवलं क्षितिपरे इति देयम्. अतः पिबति परन्तु पास्यति इति. पाश्च पाः च ग्रः च द्माः च सद् च तेषाम् इतरेतरद्वन्द्वः. पा ग्र द्मा सा न दान् दृशि अप्ति सप्ति सद सदः. तेषां पा ग्र द्मा सा न दान् दृशि अर्ति सर्ति सद सा सद सदां पिबः च जुग्रः च दमः च असीदः च तेषाम् इतरेतरद्वन्द्वः. पिब जुग्र दम तिष्ठ मन यच्च पश्य ऋच्छ दौ क्षीय सीदाः. पा ग्र द्मा स्त न दान् दृशि अर्ति सर्ति सद सदां षष्ट्यन्तरूपं. पिब जुग्र दम तिष्ठ मन यच्छ पश्य ऋच्छ दौ क्षीय सीदाः प्रथमान्तरूपं. द्विपदमिदं सूत्रं. स्टुवु स्टुवु क्लु मुचां क्षिति इत्यस्मात् क्षिति इत्यस्य अनुवर्तिसहितसूत्रम्. अङ्गस्य इत्यस्य अधिकारः अस्ति. अनुवर्तिसहितसूत्रम् एवं पग्राद्मा स्त म्ना दान् दृशि अर्ति सर्ति सद सदाम् अङ्गस्य पिब जुग्र दम तिष्ठ मन यच्छ पश्य ऋच्छ दौ क्षीय सीदाः क्षिति. एतत् पूर्वं तत्र बाग्र एतत् धातूनां इत्यादीनां स्थाने पिब इति पिब जुग्र इति दम एते एते आदेशः भवन्ति क्षिति परे अस्ति चेत् क्षितिप्रत्ययं परे अस्ति चेत्. एतत् सर्वम् अनुवृत्तिसहितसूत्रमेव तत्र. स्टिवु क्लमु क्लमु क्षमां क्षिति इति क्षिति इति अस्य अनुवृत्तिसहितसूत्रं. तावदेव तत्र खलु जि. पूर्वमेव पठितवन्तः किल महोदये एतत् वारं वारं न गच्छति न एकैकगणे प्रतिगणे प्रतिगणे आगच्छति. अस्तु तर्हि अत्र वयं जानीमः सामान्यमेव सरलमेव सूत्रमस्ति. पाघ्राध्मा इति सूत्र धातूनां स्थाने पिबजिग्रधम इति आगच्छति यथा षित् प्रत्ययः परे अस्ति. तर्हि अत्र तुगादिगणे धातुद्वयमस्ति षदुलृ षदुलृ नाम षद् सद् इति अस्ति. तयोः स्थाने शीय इति सीद इति आगच्छति. तर्हि वयं तत् पश्यामः अग्रे. विजया महोदय पठतु. तत्र षद्लुरु योगः श इत्युक्ते तत्र सद् इति आगच्छति. सद् कथम् आगच्छति? तत्र लकारस्य स्थाने उपदेशस्य अज अनुनासिकस्थाने इत् भवति. अनन्तरं धात्वादेः शकसः इति सूत्रेण तत्र शकारस्य स्थाने सकारः आगच्छति. उत्तमम्. अनन्तरं मूलधातुः सद् इति भवति. तत्र पाग्र मा इत्यनेन सीद आदेशः सीद सीदयोगः अकारः तत्र अतो गुणे इति गुणसंज्ञकः भूत्वा तत्र अपदान्तात् अतः गुणे पूर्वपरिवयोः पररूपम् एकः एव आदेशः भवति सीद इति अङ्गं भवति तत्र सीदयोगः तिङ्प्रत्ययं योजनेन सीदति इति अन्तिमरूपं निष्पन्नं तत्र अनन्तरं षड्लुरु विसर्णगत्य अवसादनेषु इति धातुः द्वादौ अपि तुदादौ अपि भवति भेदः अस्ति अचीन अचीन नद्योर्नुम् इत्यनेन तुदादौ शतरि स्त्रियां नुम् विकल्पः पुंसि सीदन् अनन्तरं स्त्रियां सीदन्ति इति रूपं सीदन्ति सीदति अपि द्वे रूप द्वे रूपे सः तत्र तत्र स्त्रियां नुम् आगमः भवति सुदादौ अपि भूवादौ अपि स्त्रीलिङ्गे नाम भवादि मध्ये तु नुमागमः नित्यं सुदादि मध्ये सुदादि मध्ये नुमागमः विकल्पे अनन्तरं शद्लुरु योगः श शब्द इति भवति तत्रापि उपदेशाज अनुनासिक इति सूत्रेण तत्र इत् भवति सद् एव तिष्ठति तत्र सद् योगः अकारः पाग्राद्मा इति सूत्रेण शीय आदेशः भवति अतः शीय अकारः शीययोगः अकारः अतोगुण इति सूत्रेण शीय इति अङ्गं भवति अनन्तरं शीययोगः ते शीयते इति आत्मनेपदीरूपं निष्पन्नं तत्र अत्र एकमेव तत्र पङ्क्तिः अस्ति तावदेव अनन्तरं एकः एव पङ्क्तिः अस्ति खलु जि परिच्छेदम् एतत् अहं करोमि सद्लुरु शातने इति धातुः द्वादौ अपि तुदादौ अपि भवति उभयत्र रूपाणि समानानि एव तत्रापि क्षत्रिप्रत्ययमध्ये अस्ति चेत् स्त्रीलिङ्गे द्वादौ नुमागमः नित्यं सुदादौ नुमागमः विकल्पः अस्तु तर्हि अत्र धातुद्वयमस्ति सद् षद् तत्र पाघ्राधमा इति सूत्रेण शीय सद् सद्स्थाने सीद षड्स्थाने शीय इति भूत्वा सीदति शीयति शीयते इति भवति सदति क्षीयते अस्तु तर्हि अत्र प्रश्नः अस्ति वा ततः अत्र एकमस्ति अत्र लिखितमस्ति खलु धातु तत्र सद् धातु तत्र तस्य स्थाने सीद इति भवति सीद तर्हि सीद इति अस्ति सद् स्थाने सीद सीदयोगः अ तर्हि सीदयोगः अ तत्र कथं कार्यं भवति तत्र अकः सवर्णे दीर्घे न भवति अतो गुणे भवति यतोहि अतो गुणे इति सूत्रं किं वदति यत् अपदान्तम् अस्ति चेत् अत्र सीदयोगः अपदान्तम् अस्ति खलु अपदान्त यत् सीद अकारः अस्ति तत् अपदान्त अस्ति धातोः अनन्तरम् अस्ति धातोः अन्ते अस्ति पदस्य अन्ते नास्ति अपदान्त हि अपदान्तः ह्रस्व अकारः अस्ति तदनन्तरं गुणवर्णः अस्ति चेत् पररूपम् एव भवति अस्माभिः पूर्वमेव पठितं सीदयोगः अ सीद एव अङ्गं भवति सीदति इति भवति सीदाति इति न अस्तु तर्हि इति अस्माभिः पठितं तर्हि इदानीं समयः समाप्तः धन्यवादः तर्हि एकमस्ति अत्र अग्रिमरविवासरे प्रायः वर्गः भवति न वा इति अहं ईमेल् करोमि प्राबबिलिटि अस्ति यत् प्रायः वर्गः न भवेत् यतोहि भवतः किमपि कार्यम् अस्ति तस्य अग्रिमरविवासरे तु लाङ्ग् वीकेण्ड् एव अस्ति लेबर् डे वीकेण्ड् तर्हि प्रायः 2 weeks वर्गः न भवति नेक्स्ट् टु नेक्स्ट् वीकेण्ड् तु न एव भवति यतोहि लाङ्ग् वीकेण्ड् अस्ति अत्र लेबर् डे लाङ्ग् वीकेण्ड् परसदिन परन्तु अग्रिमरविवासरे भवति न वा इति अहं प्रेषयामि ईमेल् परन्तु प्राबिलिटि अस्ति न भवति यतोहि कार्यमस्ति. सूचयतु सूचयतु महोदय. धन्यवादः धन्यवादः.